अस्तु, नमस्कारः. अद्यतनविषयः अस्ति अभावस्य चतुर्विधत्वम् इति. वयं परिशीलितवन्तः गते सप्ताहे सामान्यजलस्य अभावः, वृष्टिजलस्य अभावः, स्वातीनक्षत्रीयवृष्टिजलस्य अभावः इति. तत्र यत्र यत्र एते अभावाः सन्ति तत्र प्रत्येकस्य स्वस्य प्रतियोगी अपि तत्र भवति. सामान्यजलं, वृष्टिजलं, स्वातीनक्षत्रीयवृष्टिजलम् इति. अपि च काचित् प्रतियोगिता अपि भवति तत्र सामान्यजले, वृष्टिजले, स्वातीनक्षत्रीयवृष्टिजले इति. तत्र प्रतियोगिता इति तत्र अस्ति चेत् तस्य तत्र आश्रयभेदात् तत्र सर्वत्र तत्र प्रतियोगितायाः भेदः वयं वक्तुं न शक्नुमः. इत्युक्ते तत्र इयं प्रतियोगिता कीदृशी, इयं प्रतियोगिता कुत्र भवति इति, तत्र केवलं प्रतियोगिता इति प्रयोगेन वयं तत्र आश्रयभेदात् तत्र वक्तुं न शक्नुमः तत्र प्रतियोगितायाः विषये. अस्तु, अपि च तत्र तस्मात् कारणात् तत्र प्रतियोगितायाः निरूपणार्थम् अवच्छेदकधर्मः इति आवश्यकः अवच्छेदधर्मः इति विषयः स्वीकृतः वयं अस्माभिः तत्र तदपि वयं दृष्टवन्तः. अपि च यत्र आश्रयभेदात् तत्र वक्तुं शक्नुमः, प्रतियोगितायाः भेदं वक्तुं शक्नुमः, तत्रापि निरूपणार्थं तत्र प्रतियोगिता कीदृशी इति प्रश्नः उदेति चेत् तस्य निरूपणार्थम् अवच्छेदकधर्मस्य आवश्यकता तु अस्ति एव. तर्हि प्रत्येकं वस्तुनः तत्र अवच्छेदकधर्मः इति अस्ति इति अपि वयं दृष्टवन्तः. तत्र यथा विशेषविशेषाभावः अस्ति चेत् तत्र आश्रयभेदः अस्ति, तस्मात् कारणात् एव तत्र प्रतियोगितायाः भिन्नता वक्तुं शक्नुमः. परन्तु तत्रापि प्रतियोगिता कीदृशी इति प्रश्नः उदेति चेत् तत्र तस्य स्पष्टीकरणार्थं सम्यक् वक्तव्यं चेत् तस्य कृते तु तत्र अवच्छेदकधर्मः इति विषयः आवश्यकः इति अपि अस्माभिः दृष्टं गते सप्ताहे. अस्तु, तर्हि इदानीम् अभावस्य चतुर्विधत्वम् इति विषयः अस्ति, तत् पठामः किञ्चित्. अस्तु, पुनःस्मरणरूपेण अहं किञ्चित् उक्तवती यत् गते सप्ताहे पठितवन्तः इति. तत्र किमपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् वयम् अभावस्य चतुर्विधत्वम् इति विषये विषयमधिकृत्य पठामः. अस्तु, तर्हि रामप्रिया भगिनी, भवती आरम्भं करोति वा? आं भगिनि. अभावस्य चतुर्विधं प्रकृतम् अनुसरामः. दर्शितरीत्या अभावप्रक्रिया परिज्ञानाय सामान्यभावादि अभावाः निरूपिताः. ते अत्यन्त अभावस्य प्रभेदाः. तर्कसङ्ग्रहकृता तु अभावचतुर्विधः प्राग्भावः प्रध्वांसभावोत् अत्यन्तभावो अन्योन्यभावो च इति दर्शितः अभावस्य विभागः. अस्तु, अत्र तु अभावस्य चतुर्विधभावः किम् इति उक्तम्. प्राग्भावः प्रध्वांसभावः अत्यन्त अभावः अन्योन्यभावः अभावस्य चतुर्विध क्षम्यतां भगिनि प्रथमं किम् उक्तवती भवती अभावस्य अभाव चतुर्विधः अभावः चतुर्विधः सत्यम् अभावः चतुर्विधः तेव प्राग्भावः प्रध्वांसभावः अत्यन्त अभावः अन्योन्य अभावः अन्योन्याभावः तत्र प्राक् अभावः प्रागभावः प्राक् अभावः चित्रे अत्यन्त अभावः त्रिविधं सामान्य अभावः विशेष अभावः विशेषविशेषाभावः तत्र तत्र द्वितीयवाक्यम् अस्ति खलु दर्शितरीत्या इति तस्य विषये किञ्चित् वदति वा तत्र किम् अवगतवती दर्शितरीत्या अभावप्रक्रिया परिज्ञानाय सामान्य अभावादि अभावः निरूपितः अभावप्रक्रिया निरूपिताः अभाव अभावविषये परिज्ञानाय ज्ञातुं सामान्य सामान्यः अभावादि अभावाः निरूपिताः इत्युक्ते निरूपणं भवति तत्र वयं गते सप्ताहे परिशीलितवन्तः खलु गते सप्ताहे वा तस्मात् पूर्वमेव वा इति सामान्य सामान्य अभावः विशेष अभावः विशेषविशेषभावः इति अभावविषये वयं दृष्टवन्तः वस्तुतः तत्तु अत्यन्त अभावस्य प्रभेदाः एव अत्यन्त अभावस्य अत्यन्त अभावः इति अभावः अस्ति तस्य विभजनमेव तत्र सामान्य अभावः विशेष अभावः विशेषविशेषाभावः इति परन्तु तत्र अभावः इति यद् पदार्थः अस्ति तस्य तु वस्तुतः चतुर्विधः अस्ति प्राग् अभावः प्रध्वंस अभावः अत्यन्त अभावः अन्योन्याभावः अस्तु आम् अस्तु अत्र एवं विभागचित्रं स्यात् इदानीं ग्रन्थोक्तभावविभाग अनुसारेण प्राक् अभावः निरूप्यते अस्ति कश्चित् घटनिर्माता सः घटनिर्माणाय मृदम् आहरति जलं च आनयति तेन संयुक्तामृदं भ्रमयितुं चक्रम् आनयति सिद्धं घटं चक्रात् पृथक् कर्तुं रज्जुं च आहरति तदा तादृशीं घटसामग्रीं दृष्ट्वा भवती ज्ञानम् अत्र घटो भविष्यति एतादृशज्ञानं घटाभावं घटाभावं प्रकाशयति घटाभावं प्रकाशयति घटाभावं तत्र तु ग्रन्थोक्तभावविभाग अनुसारेण प्राक् भावः प्रथमं प्राक् अभावः निरूप्यते घटनिर्माता अस्ति सः घट इत्युक्ते कुम्भकारः घटं सः घटं कुम्भकारः सः घटं घटं निर्माणाय मृदं जलं च आनयति मृदं साण्ड् मृदम् इत्युक्ते जलम् आनयति तेन संयुक्तां तेन इत्युक्ते केन तेन संयुक्तामृतं भ्रमयितुं जलम् इति अहं चिन्तयामि सत्यं जलेन मृदं भ्रमयितुं चक्रमानयति तत्र अहं तु न दृष्टवती तत्र साक्षात् यदा कदापि न दृष्टवती कथं कुम्भकारः घटं घटनिर्माणं करोति इति. परन्तु तत्र प्रथमं तत्र किं वदामः तत्र परम्परया वयं किञ्चित् ज्ञातवन्तः खलु. तत्र प्रथमं मृदमस्ति तत्र जलं स्थापयति, तर्हि तत्र तदनन्तरं तस्य तत्र जलं मिश्रितमृदं यदस्ति तत्तु चक्रे स्थापयित्वा तत्र घटनिर्माणं करोति. अपि च पुरातनकाले तत्र कपालः इति अस्ति. कपालः इत्युक्ते तत्र तत्र शिरे यत् अस्ति तदपि कपालः. परन्तु अत्र घटनिर्माणविषये कपालः इत्युक्ते तत्र पूर्वं वयम् अपि वयं पठितवन्तः खलु. तत्र कपाल इत्युक्ते कप् चष इति. तत्र कपालद्वयं प्रथमं कृत्वा तत्र कपालद्वयस्य संयोगं कृत्वा तत्र किमपि लेपनं कृत्वा तत्र घटम् इति घटनिर्माणं करोति कुम्भकारः. तथैव तत्र पुरातनकाले तादृशशैली आसीत्. इदानीं कथं कुर्वन्ति इति अहं न जानामि, परन्तु पुरातनकाले तथा करोति इति तथा कृतवन्तः इति वयं तत्र न्यायशास्त्रे बहुत्र अन्यस्थलेषु अपि तत्र तस्मिन् विषये प्रतिपादितम् अस्ति. तर्हि तत् पठित्वा वयं ज्ञातुं शक्नुमः. तर्हि तत्र जलं संयुक्तं मृदं यत् अस्ति तत् चक्रं चक्रे स्थापयित्वा चक्रस्य भ्रमणं करोति. तदनन्तरं तत्र घटं भविष्यति. तदा तादृशीं घटसामग्रीं दृष्ट्वा घट वस्तूनि दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति, घटः अत्र निर्माणं भविष्यति इति अहं ज्ञानम् अत्र ज्ञानं भवति. एतादृशज्ञानं घटाभावं प्रकाशयति. तत्र यदा वयं तत्र घटसामग्रीं पश्यामः चेत् घटसामग्री इत्युक्ते तत्र घटनिर्माणार्थं यद् वस्तूनि सन्ति अत्र तद् वयं पश्यामः चेत् अस्माकं ज्ञानं भवति तत्र घटः भविष्यति इति. इत्युक्ते तत्र इदानीं तत्र घटः नास्ति, केवलं घटसामग्री सामग्री एव अत्र वर्तते. परन्तु तत्र तस्य यदा वयं तत् पश्यामः चेत् तत्र घटः नास्ति, परन्तु तत्र घटनिर्माणार्थं ये यानि वस्तूनि अपेक्षितानि तानि वस्तूनि अत्र सन्ति इति वयं ज्ञातुं शक्नुमः. तर्हि तत्र तद् दृष्ट्वा गच्छताकालेन तत्र भविष्यति घटः इति ज्ञानं वयं प्राप्तुं शक्नुमः. तर्हि इदानीं घटः नास्ति, परन्तु अनन्तरं घटः भविष्यति खलु. तदेव तत्र मुख्यांशः घटाभावं. या इदानीं घटाभावः अस्ति खलु. किमर्थं चेत् इदानीम् अत्र घटः नास्ति. घटः नास्ति इत्युक्ते न्यायशास्त्ररीत्या वक्तव्यं चेत् तत्र इदानीं घटाभावः अस्ति. परन्तु अनन्तरं घटाभावस्य नष्टः भवति. किमर्थं चेत् घटः भविष्यति. किं कुम्भकारः अत्र अस्ति, सः इदानीं घटं करोति. तदनन्तरं घटः तत्र भविष्यति, परन्तु इदानीं तत्र घटः नास्ति इत्युक्ते घटाभावः अस्ति इति. अस्ति. स्पष्टं स्पष्टं. अग्रे पठतु भगिनि. अयमेव घट प्राग् अभावः. एतदेव घट प्राक् अभावः. घटोत्पत्तेः प्राक् सामग्रीसत्त्वे घटाधिकरणे प्रतीयमानः न्यायमानः अत्रापि घटोत्पत्तेः घट उत्पत्तेः पूर्वं प्राक् सामग्रीसत्त्वे घटाधिकरणे प्रतीयमानः न्यायमानः. सामग्रीः अस्ति घटादि घटादि करणे घटं निर्मातुं सामग्री अधिकरणे इत्युक्ते किम् अधिकरणे ओ ओ घट अधिकरणे घटस्य इत्युक्ते वदतु भगिनि घटस्य गुणं द्रव्यम् अधिक तद्विषये वा घटादि तथा न घटाधिकरणे इत्युक्ते तत्र घटनिर्माणं यत्र भवति यत्र घटः भविष्यति तत्र तत्र प्रतीयमानः न्यायमानः इत्युक्ते तत्र घटनिर्माणं यत्र भविष्यति तत्र सामग्री सत्त्वे इत्युक्ते सामग्री सामग्र्याम् अस्तित्वम् अस्ति अत्र तर्हि तत्र वयं प्रतीयमानः न्यायमानः इत्युक्ते तत्र तस्य ज्ञानं वयं प्राप्नुमः तर्हि तत्र घटाभावः अस्ति इति तदेव घटप्रागभावः इत्युक्ते प्राक् घटः नास्ति अनन्तरं घटः भविष्यति तर्हि तत्र घटप्रागभावः अस्ति इति प्रतीयमानः न्यायमानः अत्रापि घटस्य अस्य अभावस्य च विरोधः प्रतियोगि अनुयोगिभावः अस्ति अत्रापि घटस्य अस्य अभावस्य घटस्य अभावस्य च विरोधः घटस्य अभावस्य च विरोधः प्रतियोगि अनियोगिभावः अस्ति प्रतियोगी इत्युक्ते घटस्य विरोधः अनियोगी इत्युक्ते घटाभावः अस्ति प्रतियोगी इत्युक्ते घटस्य विरोधः न पुनः वदतु भगिनि अनियोगी इत्युक्ते घट अभावः घटः आगच्छति चेत् प्रतियोगी भवति तत् स्थाने घटः आगच्छति चेत् प्रतियोगी भवति घटः न न तत्र तस्मिन् स्थाने घटः आगच्छति चेत् तत्र घटाभावस्य नष्टः भवति खलु तर्हि तत्र प्रतियोगी इत्युक्ते कः तत्र प्रतियोगी अत्र घटः आगच्छति चेत् घटः निर्माणं भवति चेत् प्रतियोगी घटः तत्र भविष्यति चेत् तत्र प्रतियोगी प्रतियोगी तत्र प्रतियोगिता कुत्र अस्ति प्रतियोगिता घटे अस्ति सत्यं तर्हि प्रतियोगी घटः कः घटः एव तत्र प्रतियोगी भविष्यति खलु तत्र घटाभावस्य विरोधः घटाभावस्य विरोधः प्रतियोगी सत्यं तदेव तावदेव तत्र घटाभावः एव अनियोगी घटाभावस्य विरोधः प्रतियोगी प्रतियोगी घटः प्रतियोगी घटः प्रतियोगी तर्हि घटे प्रतियोगिता अस्ति प्रतियोगिनी प्रतियोगिता अस्ति तर्हि घटे प्रतियोगिता अस्ति घटे प्रतियोगिता अस्ति तर्हि तत्र घटस्य अस्य अभावस्य च विरोधः तर्हि तत्र घटः घटाभावः तत्र विरोधः अस्ति चेत् तत्र प्रतियोगी अनियोगी भावः वर्तते खलु घटाभावस्य विरोधः प्रतियोगी घटाभावः अनियोगी इति तादृशभावः तत्रापि वर्तते तत्रापि यत्र घटप्रागभावे अपि वर्तते यदा प्राग् अवगतम् यदा प्राग्भावः न तदा घटः प्राक् अभावः अस्ति चेत् घटः नास्ति इत्युक्ते तत् कीदृशः विरोधः एतत् विरोधः वयं पूर्वं विरोधः विषये पठितवन्तः खलु विरोधः इत्युक्ते द्विविधं तत्र एकः तत्र नकुलसर्पविषये पठितवन्तः अनन्तरं घटघटाभावः विषये अपि पठितवन्तः ओ विस्मरति चिन्ता नास्ति भगिनि तत्र पृष्ठसङ्ख्या अस्ति अहं वध्यघातकभावः सहानवस्थानं सत्यम् उत्तमम् अति उत्तमं वध्यघातकभावरूपः सहानवस्थानरूपः इति रूपः नकुलसर्पविषये वध्यघातकभावः भावरूपः सहानवस्थानम् इत्युक्ते एकसमये विरोध घटः विषये एव अहं पठितवती घटाभावः घटः एक घटः आगच्छति चेत् घटाभावः गच्छति इति तर्हि तत्र एकत्र प्राप्तिः इति नास्ति खलु तत्र यत्र नकुलसर्पविषये वयं यदा पठितवन्तः तत्र एकक्षणम् अस्ति यत्र नकुलः अपि अस्ति सर्पः अपि अस्ति तत्र एकत्र स्थितिः अस्ति परन्तु सहानवस्थान रूपविरोधे तु तत्र एकत्र प्राप्तिः नास्ति यथा यदा घटः आगच्छति तस्मिन्नेव क्षणे घटाभावः गच्छति गच्छति तत्र सह अनवस्था अस्ति तत्र एकत्र स्थातुं उत्पन्ने पूर्णघटे न घट प्राक् अभावः इति अस्ति तयोः सहानवस्थानरूपः विरोधः उत्पन्ने पूर्णघटः उत्पन्नः उत्पन्ने पुनर्घटे न घटप्राक् अभावः इति पुनः घटे उत्पन्नः न घटप्राक् अभावः इति अस्ति तयोः सहानवस्थानरूपः विरोधः इति तर्हि तत्र उत्पन्ने पुनर्घटे यदा घट उत्पत्तिः भवति घटप्राग् अभावः न तत्र यदा घटनिर्माणं भवति तस्मिन्नेव क्षणे घटप्राग् अभावः गच्छति इति तत्र तयोः सहानवस्थानरूपः विरोधः अस्ति ओ अन्वयं करणीयं वा पुनः घटे उत्पन्ने घटप्राग् भावः न इति अस्ति तयोः सहानवस्थानरूपः विरोधः कीदृशः विरोधः इत्युक्ते तत्र सहानवस्थानरूपः विरोधः अस्ति इति तस्मिन् रूपणप्रकारः तस्मिन् तन्निरूपणप्रकारः पूर्ववत् ज्ञातव्यः तन्निरूपणप्रकारः पूर्ववत् ज्ञातव्यः अहमेव सहानवस्थानरूपविषये वदति किल सत्यं तर्हि अत्र अग्रिमे पुटे पुटे पश्यतु तत्र चित्रम् अस्ति खलु तत् पठित्वा तस्य निरूपणं किञ्चित् करोतु तत्र घटप्राग् अभावः इत्युक्ते तत्र कीदृशः इति घटनिष्ठा प्रतियोगिता निरूपित अनियोगिता आश्रयः घटप्राक् अभावः उत्तमम् अति उत्तमं घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः घटप्राग् अभावः अभावः उत्तमम् अति उत्तमं धन्यवादः भगिनी बालसुब्रह्मण्य महोदय अग्रे पठति वा किञ्चित् तत्र द्वितीयचित्रं प्रथमं यथा भगिनी उक्तवती तथा उक्त्वा अग्रे पठतु घटनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः घटध्वंसः तत्र प्रतियोगिता कीदृशी इति प्रश्नः उदेति चेत् उत्तरं किं स्यात् प्रतियोगिता घटः घटस्य अभावस्य विरोधं प्रतियोगिता घटाभावस्य विरोधः प्रतियोगिता सत्यं परन्तु तत् सत्यम् उत्तमम् इदानीं चित्रं दृष्ट्वा तत्र प्रतियोगिता कीदृशी इति तत्र पूर्वं वयं उक्तवन्तः खलु तत्र यथा तत्र घटप्रागभावः इति अस्ति चेत् तत्र घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः घटप्रागभावः इति तादृश शैली उपयुज्य वक्तव्यं चेत् तत्र कथं भवति वाक्यं प्रतियोगि पूर्वं घटप्राग् अभावः तत्स्थाने घटध्वंसः इति उक्तम् इदानीं सत्यं तर्हि तत्र प्रतियोगिता कीदृशी इति प्रश्नस्य उत्तरं किं स्यात् रामप्रिया भगिनी किञ्चित् साहाय्यं करोति वा आं भगिनी घटप्राग् भावः इति प्रथमं चित्रमेव वा प्रथमं चित्रमपि साधु एव तत्र प्रतियोगिता कीदृशी इति प्रश्नस्य उत्तरं घटप्राग् भावः निष्ठ अनियोगिता निरूपित घटाश्रयः प्रतियोगिता तत्र घट तत्र अधोगमनार्थम् आश्रयः उपरि गमनार्थं घटनिष्ठा प्रतियोगिता क्षम्यता उत्तमं घटनिष्ठप्रतियोगिता अपि च यदा वयं समासं कुर्मः चेत् तत्र विसर्गः न भविष्यति खलु निष्ठ तत्र घटप्रागभावनिष्ठ अनियोगिता निरूपित घटनिष्ठप्रतियोगिता उत्तमं भगिनि अति उत्तमं महोदय इदानीम् अवगतं वा भवान् तत्र इदानीं भवान् वदति वा घटप्रागभावः निष्ठ अनियोगिता निरूपितप्रतियोगिता आश्रयघटः घट निष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः घटध्वंसः सत्यं परन्तु अत्र प्रतियोगिता कीदृशी इति अस्ति चेत् तत्र किञ्चित् परिवर्तनं करणीयं खलु सत्यं तद्वदति वा किञ्चित् यद्भवान् पूर्वम् उक्तवान् तत् वदतु महोदय घटध्वंसनिष्ठ अनियोगिता घटनिष्ठप्रतियोगिता निरूपित इति मध्ये आगच्छति खलु कुत्र आगच्छति अनियोगिता तत्र घटनिष्ठप्रतियोगिता इति कः वा का निरूपयति तत्र घटध्वंसनिष्ठ अनियोगिता तया निरूपित खलु तदेव अनियोगिता निरूपयति खलु निरूपिता प्रतियोगिता सत्यं तर्हि तत्र घटध्वंसनिष्ठ अनियोगिता निरूपित घटनिष्ठप्रतियोगिता उत्तमम् अति उत्तमम् इदानीम् अवगतं वा अस्तु अग्रे पठतु महोदय एवं घटे मुद्गरपाते सति अत्र घटो ध्वस्तः इति प्रतीतिः जायते एतादृशप्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभावः इत्युक्ते मुद्गरः इत्युक्ते मुद्गर इत्युक्ते हामर् क्रोबार् हेमर् क्रोबार्ते सति घटध्वंसः इति प्रतीतिः जायते यदा घटस्य उपरि पतितः घटोध्वस्तः इति प्रतीतिः जायते ओ घटध्वस्तः घटध्वस्तः इति प्रतीतिः जायते सो यदा घटस्य उपरि मुद्गरः पतति तदा पतति इति न पातयति खलु तत्र पाते इति अस्ति इत्युक्ते कोऽपि पारयति तत्र मुद्गरपातनं करोति मुद्गरं स्वयं न पतति परन्तु पातयति तत्र निच् खलु मुद्गरेण ताडयति कोऽपि मुद्गरेण मुद्गरेण ताडयति चेत् तदा घटोध्वस्तः इति प्रतीतिः जायते एतादृशप्रतीतौ न न एकक्षणं महोदय तत्र घटोध्वस्तः इति प्रतीतिः जायते इत्युक्ते किं घटोध्वस्तः घटोध्वस्तः इति घटनाशनम् इति घट नाशनध्वस्तः ध्वस्तः इत्युक्ते नष्टः नाशः तदेव सत्यं तत्र मुद्गरपाते सति तत्र घटस्य घटः नष्टः भवति खलु तत्र घटः इदानीं पूर्वं घटम् आसीत् मुद्गरपातननन्तरं तत्र घटः इदानीं नास्ति खलु तस्य नाशः भवति इति प्रतीतिः प्रतीतिः इत्युक्ते तत्र ज्ञानम् इति तत्र भाणं ज्ञानम् इति वक्तुं शक्नुमः तर्हि तत्र पूर्वम् आसीत् इदानीं तत्र यदा वयं पश्यामः चेत् तत्र किमपि ज्ञानं तस्मात् आगच्छति खलु तत्र तदेव तत्र प्रतीतिः इति तर्हि तत्र तद् ज्ञानं वयं अस्माकं मनसि आगच्छति खलु एतादृशप्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभवः एतत्सदृशं ज्ञानं यः प्राप्नोति सः घटध्वंसः द्वितीयः अभवः फोर् सेकेण्ड् टैम् द्वितीयवारं घट अभावस्थितिः प्राप्नोति तत्र सत्यं तत्र घटाभावः भविष्यति परन्तु तत्र एतादृशप्रतीतौ प्रतीतौ इत्युक्ते तत्र विभक्तिः का सप्तमी विभक्ति तत्र प्रतीतिः प्रतीतौ इति सप्तमी विभक्ति एतादृशज्ञाने तत्र एतादृशज्ञानं अस्माकं मनसि आगच्छति चेत् तस्मिन् समये तत्र यः प्रकाशते तत्र कस्य प्रकाशनं भवति तत्र तत्र घटाभावस्य प्रकाशनं भवति खलु तत्र यदा तद् ज्ञानम् अस्माकं मनसि आगच्छति तत्र घटाभावः इति ज्ञानम् अस्माकं मनसि आगच्छति खलु तादृशघटाभावः एव तत्र द्वितीयभावः तत्र पूर्वतने पुटे अस्ति खलु प्रागभावः प्रध्वंसभावः इति तत्र तदेव तत्र सः घटध्वंसः एव तत्र यद् घटध्वंसः इति यद् ज्ञानं यत् अभावज्ञानं वयं प्राप्तवन्तः तदेव तत्र द्वितीयभावः इत्युक्ते तत्र प्रागभावः इत्युक्ते इदानीं घटः नास्ति परन्तु घटः अपरस्मिन् काले भविष्यति तदेव तत्र प्रागभावः तत्र इदानीं घटोभावः अस्ति अपरस्मिन् काले घटः भविष्यति इति प्रागभावः अनन्तरं घटः आसीत् परन्तु घटः नष्टः अभवत् तर्हि इदानीं घटाभावः अस्ति, तादृश अभावः अस्ति प्रध्वंस अभावः. स्पष्टं वा तत्र भेदः? अवगतः वा? प्रथम अभावः, ततः परं द्वितीय अभावः, मध्ये भावः, मध्ये अस्तित्वं. सत्यम् अस्ति, परन्तु तत्र अभावयोः भेदः अस्ति. तत्र एकस्मिन् स्तरे तत्र पूर्वं घटः घट अभावः अस्ति, अपरस्मिन् काले घटः भविष्यति. इदानीं नास्ति, तदेव इदानीं तत्र घटाभावः अस्ति, अपरस्मिन् काले घटाभावस्य नष्टः भवति, परन्तु इदानीं घटाभावः अस्ति, तदस्ति प्रागभावः. पूर्वं घटाभावः अस्ति, तदनन्तरं घटनिर्माणं भविष्यति इति. अस्तु, घटः अस्ति, तदनन्तरं तस्य नाशः अपि अभवत्, तर्हि इदानीं घटाभावः. तत्र मुख्यांशः अस्ति द्वयोः स्थलयोः अपि इदानीं घटाभावः एव अस्ति, परन्तु घटाभावस्य कीदृशः अभावः इत्युक्ते तत्र एकस्थले तु तत्र एव तत्र प्रतियोगितायाः ज्ञानम् अस्माकं मनसि स्पष्टतया भवितव्यं तत्र अस्माकं मनसि. तत्र एकस्थले तु घटप्रागभावस्य प्रतियोगिता अस्ति, अन्यस्थले तु घटध्वंस अभावस्य प्रतियोगिता. इत्युक्ते एकस्थले तु पूर्वं घटाभावः अस्ति, अनन्तरं घटनिर्माणं भविष्यति. अन्यविध अभावस्तरे तु तत्र पूर्वं घटः आसीत्, तदनन्तरं घटनष्टः अभवत्. स्पष्टं वा? अस्तु. अत्यन्तभावः तु प्राप् निरूपितः भूतले घटो नास्ति इति अभावः. अत्यन्तभावः प्रागेव निरूपितः, भूतले घटः नास्ति. प्राक् निरूपितः इत्युक्ते अभावत्वं निरूपितः. भूतले घटो नास्ति इति अभावः, इदानीं स्थितिः एवम्. अत्यन्तभावः, अत्यन्त अभावः प्राग् निरूपितः एवं प्रागेव निरूपितः इति. केन प्राग् निरूपितः? अस्तु महोदय, अत्र द्वितीयवाक्यं पठतु. अस्माकम् अभावस्य चतुर्विधत्वम् इति आरम्भं कृतवन्तः खलु, तत्र द्वितीयतृतीयवाक्यं च पठतु. न, तत्र न, एकक्षणं महोदय. तत्र अभावस्य चतुर्विधत्वम् इति पूर्वस्मिन् पुटे अस्ति खलु, तत्र दर्शितरीत्या इति. दर्शितरीत्या अभावप्रक्रियापरिज्ञानाय सामान्य अभावादि अभावः निरूपिताः. ते च अत्यन्तभावस्य प्रभेदाः सङ्ग्रहः कृता तु. तत् आवश्यकं, ते च अत्यन्त अभावस्य प्रभेदाः के? अत्यन्त अभावस्य प्रभेदाः तर्कसङ्ग्रहः. न, तत्र ते च अत्यन्त अभावस्य प्रभेदाः इति अस्ति खलु, ते तत्र अत्यन्त अभावस्य विभजनं कृतवन्तः. ते के? तत्र वयं पूर्वं दृष्टवन्तः खलु, तत्र सामान्यजलं, वृष्टिजलं, स्वातिनक्षत्रीयवृष्टिजलम् इति. तत्र सामान्यजलं यत्र नास्ति तत्र सामान्यजलाभावः यत्र अस्ति तत्र सामान्य अभावः, अपि च वृष्टिजल अभावः यत्र अस्ति तत्र विशेष अभावः, स्वातिनक्षत्रीयवृष्टिजल अभावः यत्र अस्ति तत्र विशेषविशेष अभावः इति त्रिविध अभाव अभावविषये वयं पूर्वं पठितवन्तः. ते एव तत्र अत्यन्त अभावः, ते तु तत्र अत्यन्त अभावस्य प्रभेदाः. अस्तु, तर्हि तत्र अत्यन्त अभावः तु प्राक् निरूपितः, इत्युक्ते वयं पूर्वं अस्माभिः पूर्वं निरूपितः तत्र ग्रन्थकारेण अपि, अपि च वयं पठितवन्तः इति कारणात् अस्माभिः अपि तत्र निरूपितः तत्र अत्यन्त अभावः इत्युक्ते किम् इति. तत्र भूतले घटः नास्ति इति यत् अभावः अस्ति तदेव तत्र वस्तुतः अत्यन्त अभावः. अस्तु, तर्हि तत्र मत्स्यः अस्ति, मत्स्यः जलात् बहिः आगच्छति चेत् तत्र जलाभावः अस्ति खलु मत्स्यस्य कृते, तत्र सामान्यजलाभावः अस्ति इत्युक्ते यत्किमपि जलम् आनीय मत्स्यं तस्मिन् जले स्थापयामः चेत् तत्र जलाभावः गच्छति, जलाभावस्य विरोधः भवति. तर्हि तत्र सामान्यजले प्रतियोगिता अस्ति सामान्यजलाभावस्य इति वयं पूर्वं पठितवन्तः, स्मरति वा भवान्? तर्हि तदेव तत्र अत्यन्त अभावः इति. अस्तु, अग्रिमवाक्यं पठतु. घटत्व निष्ठ अवच्छेदकात् अवच्छेदकता निरूपित अवच्छेद्यतावति या प्रतियोगिता तन्निरूपकः अभावः. इत्युक्ते तत्र पुनः तत्र एकं कार्यं कुर्मः, तत्र किमपि पत्रं वा कागदं वा स्वीकरोतु, स्वीकृत्य सर्वैः तत्र तत्र वयं तत्र चित्रनिर्माणं कुर्मः तत्र, यथा तत्र अस्ति खलु घटः प्रतियोगिता तथा तत्र चित्रनिर्माणं कुर्मः. तर्हि तत्र प्रथमं घटत्वं कुत्र अस्ति? अस्तु, परन्तु घटत्वं कुत्र अस्ति? सत्यं, तर्हि घटः इति अधोभागे घटः इति लिखतु, तस्य उपरि अधोभागे घटः, तस्य उपरि घटत्वं. तर्हि तत्र घटत्वं अवच्छेदकता, तर्हि तत्र अवच्छेदकता कुत्र अस्ति? अवच्छेदकता घटत्वस्य उपरि. सत्यं, परन्तु अवच्छेदकता कुत्र अस्ति? अवच्छेदकतायाः अधिकरणं किम्? अवच्छेदकतायाः कस्य उपरि अवच्छेदकता भवति? घटस्य उपरि अवच्छेदकता. सो एकस्मिन् महोदय अवच्छेदकता घटस्य उपरि घटत्वम् अस्ति, समानसमये अवच्छेदकम् अपि अस्ति. न न न न न घटत्वनिष्ठ अवच्छेदकता खलु अवच्छेदकता इति इति अस्ति. अवच्छेदकता कुत्र अस्ति? अवच्छेदकता घटत्वस्य उपरि अस्ति. सत्यं, तर्हि अवच्छेदकता घटत्वे खलु, तर्हि तत्र अधोभागे घटं, घटात् उपरि शरः गच्छति, तत्र घटत्वम् अस्ति, घटत्वात् शरः गच्छति तत्र अवच्छेदकता अस्ति खलु. तर्हि तदनन्तरम् अवच्छेदकता निरूपित अवच्छेद्यता. सो शरः गच्छति दर्शन अवच्छेद्य प्रतियोगिता तन्निरूपकः अभवः. तर्हि तत्र एवं चेत् तर्हि तत्र अवच्छेदकता अस्तु एकक्षणम् अवच्छेदकता अस्ति अवच्छेदकता तः तत्र तत्र तीरक्षीण इति गच्छति खलु तत्र अवच्छेदता इति भवति. तिरक्षरः गच्छति खलु तत्र तत्र किं तत्र निरूपिता इति अस्ति खलु वर्तते खलु तत्र अवच्छेद्यता इति भवति तत्र अवच्छेदकता निरूपित अवच्छेद्यता. तर्हि तत्र तादृशी अवच्छेद्यता कुत्र भवति तत्र अवच्छेद्यतायाः आश्रयः कः रामप्रिया भगिनी किञ्चित् सहायं करोति वा. अवच्छेद्यतायाः आश्रयः प्रतियोगिता. सत्यं प्रतियोगिता प्रतियोगिता अस्तु. तर्हि तत्र प्रतियोगिता कुत्र भवति प्रतियोगिता अवच्छेद्यतायाः अधः भवति. सत्यम्. अपि च तन्निरूपकः अभावः सत्यं घटे भवति घटे भवति खलु प्रतियोगिता कुत्र भवति तत्र वयं पूर्वं दृष्टवन्तः खलु घटाभावस्य विरोधः प्रतियोगी घटः प्रतियोगी प्रतियोगिनी प्रतियोगिता अस्ति खलु. तर्हि तत्र घटाभावस्य क्षम्यतां प्रतियोगिता भवति घटे इति चित्रं तत्र वामभागे चित्रं किञ्चित् सम्पूर्णं भवति खलु तत्र पृष्ठसङ्ख्या किं तत्र चतुर्विंशति पश्यतु तत्र जलविषये अस्ति खलु तत्र जले जलत्वम् अस्ति जले प्रतियोगिता अपि अस्ति जलत्वे अवच्छेदकता तया निरूपित अवच्छेद्यता प्रतियोगितायां. स्पष्टं तत्र जलम् इति स्थाने घटम् इति भवति तर्हि घटं घटनिष्ठ घटत्वं तर्हि तत्र तथैव तत्र वाक्यरूपे अस्ति खलु घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती प्रतियोगिता अवच्छेदकतावती नो चेत् अवच्छेदकता आश्रयः द्वयमपि समानमेव तत्तु वयं पूर्वमेव पठितवन्तः. तया निरूपणं भवति तन्निरूपकः अभावः इत्युक्ते तादृशप्रतियोगिता निरूपणं करोति अभावः इति तत्र अभावः तत्र अनियोगितायाः निरूपणम् अनियोगी अस्ति अभावः तर्हि तादृशप्रतियोगिता निरूपणं करोति अभावः इति तदेव तत्र अत्यन्त अभावः एतत् वयं पूर्वं दृष्टवन्तः. स्पष्टम्? स्पष्टम्. अस्तु, तर्हि तत्र अवच्छेदकता इति यदस्ति जलत्वं, तदस्ति अवच्छेदकम्. अवच्छेदकम् इत्युक्ते तत्र यत्र अवच्छेदकता अस्ति तदस्ति अवच्छेदकम्. अवच्छेदके अवच्छेदकता अस्ति. यस्य द्वारा अवच्छेदकम् अवच्छेदकं भवति तदेव तत्र अवच्छेदकम् अस्ति. तत्र जलत्वम् इति अवच्छेदकधर्मः अस्ति. तेन माध्यमेन प्रतियोगितायाः अवच्छेद्यं भवति खलु, तर्हि तदस्ति अवच्छेदकम्. यस्य भेदः भवति, यस्य भेदः इदानीं वयं प्रतिपादनं कुर्मः, तत्र भिन्नतायाः स्पष्टीकरणं, यस्य भिन्नतायाः स्पष्टीकरणं भवति, तदस्ति अवच्छेद्यम्. तत्र अवच्छेद्यम् इति तत्र यस्य भेदः भवति तत्र अवच्छेद्यम् अथवा अवच्छिन्ना भवति, तत्र द्वयमपि. तत्र प्रतियोगिता अवच्छिन्ना भवति अथवा प्रतियोगिता अवच्छेद्या भवति. तत्र जलत्वेन अवच्छिन्ना भवति प्रतियोगिता, अथवा घटत्वेन अवच्छिन्ना भवति प्रतियोगिता. तर्हि यथा वयं तत्र अत्र पश्यतु, तत्र यत् चित्रं भवन्तः निर्मितवन्तः इदानीं, तत्र पश्यतु, तत्र घटत्वम् अस्ति, घटत्वस्य उपरि अवच्छेद्यता अस्ति, तया निरूपित अवच्छेद्यता प्रतियोगितायां खलु. तर्हि तत्र वाक्यं किं भवति? घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती प्रतियोगिता. हा, वदतु महोदय, पुनः वदतु. घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रय. आश्रयः कः? प्रतियोगिता. उत्तमम्, अति उत्तमं, तावदेव खलु. इदानीं तत् किञ्चित् लघु कृत्वा वदामः चेत् तत्र घटत्व अवच्छिन्ना प्रतियोगिता इति वक्तुं शक्नुमः. तत्र गृहत्व तत्र कः? तत्र घटत्वेन अवच्छिन्ना भवति प्रतियोगिता खलु. तत्र यस्य भेदः वयम् अस्माभिः क्रियते तदेव अवच्छिन्ना. तर्हि तत्र घटत्वनिष्ठ अवच्छेद्यतानिरूपित क्षम्यतां, घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रयः प्रतियोगिता इति यत् वयं वदामः तत् साधु, तत् सम्यक् एव. तस्य किञ्चित् लघु शैली अस्ति घटत्व अवच्छिन्न प्रतियोगिता इति. तत्र अवगतवन्तः वा? महोदय, प्रश्नः अस्ति वा? पुनः वदतु. सत्यं, तत् तावदेव. तत्र घटत्वेन प्रतियोगिता अवच्छिन्ना भवति, तर्हि तत्र घटत्व अवच्छिन्न प्रतियोगिता. तर्हि तत्र अग्रिमवाक्यं पठतु महोदय. एवं पटो नास्ति इति पटत्व अवच्छिन्न प्रतियोगिता कः? तर्हि तत्र प्रथमं तत्र कः इति यत्र अस्ति तद् नुल् इति प्रत्ययः अस्ति खलु लेखकः इति तत्र करोति इति नायकः लेखकः इति यद् वयं वदामः तत्र नुल् इति प्रत्ययः अस्ति तर्हि प्रतियोगिता कः इत्युक्ते प्रतियोगिता तत्र निरूपणं करोति इति तत्र पटः नास्ति इति तत्र पटः नास्ति इत्युक्ते किं तत्र पठाभावः खलु पटः इत्युक्ते तत्र वस्त्रं पठाभावः इति यदस्ति तस्य कीदृशी प्रतियोगिता इत्युक्ते पटत्व अवच्छिन्न प्रतियोगिता तर्हि तेन द्वारा निरूपणं भवति तर्हि पटत्व अवच्छिन्न प्रतियोगिता कः पठाभावः अत्यन्ताभावः तत्तु सम्यक् अवगतम् प्रश्नः अस्ति वा बहु धन्यवादः चिन्ता नास्ति चिन्ता नास्ति महोदय अवगतं वा भवान् भवता अवगतं खलु अस्तु उत्तमं भगिनी सम्पूर्णम् अस्तु उत्तमं प्रश्नः अस्ति चेत् इदानीं पृच्छतु नो चेत् अग्रे सरामः अस्तु रामकार्तिकमहोदय अग्रे पठति वा अन्योन्याभाव निरूपणाय तादात्म्यसम्बन्धादि निरूपणम् आदौ क्रियते अन्योन्य अभावनिरूपणाय प्रथमं तादात्म्यसम्बन्धादि विषयान् वयं पठामः तत्र निरूपणं प्रथमं क्रियते इति दत्तमस्ति द्रव्ययोः संयोगः समवायनिरूपणे उक्तः अस्तु समवायनिरूपणे वयं पूर्वं द्वयोः द्रव्ययोः संयोगः कथं भवति इति उक्तवन्तः किञ्चित् पुनस्मरणरूपेण वक्तुं शक्नोति वा संयोगः इत्युक्ते किं तत्र संयो तत्र द्विविधसम्बन्धः वयं दृष्टवन्तः तत्र समवायसम्बन्धः अपि च संयोगसम्बन्धः इति तत्र भेदः कः तत्र वयं पूर्वं दृष्टवन्तः संयोगः इत्युक्ते तत्र उदाहरणमस्ति हस्तयोः तत्र तत्र योजनं भवति यदा वयं नमस्कुर्मः तद् संयोगसम्बन्धः भवति अस्तु तत्र तत्र संयोगः भवति तदनन्तरं वियोगः अपि भवति कुर्मः अतः संयोगसम्बन्धः समवायसम्बन्धः इत्युक्ते तत्र घटस्य कपालद्वयं भवति तत्र एकवारं तत्र योगः भवति चेत् तदनन्तरं वियोगः न भवितुमर्हति तद् भवति समवायसम्बन्धः इति यथा गुणगुणिनोः क्रियाक्रियतोः तथा खलु तत्र रूपमिति घटे अस्ति चेत् तत्र रूपं घटात् पृथक् कर्तुं न शक्नुमः तर्हि तादृशसम्बन्धः अस्ति समवायसम्बन्धः अस्तु अभावः प्रतियोगिता अनियोगिता इत्यादयः पदार्थाः न संयोगेन सम्बन्धाः भवन्ति सम्बद्धाः भवन्ति द्रव्ययोः एव संयोगः इति नियमात् नापि समवायेन वदतु इदानीं तत्र अभावः प्रतियोगिता अनियोगिता इत्यादयः पदार्थाः तु समवायसम्बद्धाः एव भवन्ति न तु न तथा न खलु तत्र अभावः प्रतियोगिता अनियोगिता इत्यादयः पदार्थः तु तत्र संयोगेन सम्बद्धाः न भवति किमर्थं चेत् तत्र वयं यदा संयोगसम्बन्धविषये दृष्टवन्तः तत्र द्रव्ययोः एव संयोगसम्बन्धः भवति इति उक्तवन्तः. तत्र यदा हस्त अस्ति चेत् हस्तद्वयमेलनं भवति, तत्र संयोगसम्बन्धः इति. अभावः इति पदार्थः तु द्रव्यं नास्ति, तर्हि तत्र संयोगसम्बन्धः भवितुं न अर्हति. अपि च अत्र समवायः अपि नास्ति, नापि समवायेन. तत्र समवायसम्बन्धेन अपि तत्र सम्बद्धाः न भवन्ति तत्र एते पदार्थाः. किमर्थम् इति चेत् अग्रे पठतु. तत्र द्रव्ययोः एव संयोगः इति नियमात् इति उक्तं तत्र द्रव्ययोः समवायः न भवति, समवायेन न द्रव्ययोः संयोगः अस्तु, द्रव्ययोः एव संयोगः इति नियमात् तत्र द्रव्ययोः एव संयोगः भवति इति कारणात् तत्र एते पदार्थाः संयोगेन सम्बद्धाः न, अपि च समवायेन अपि न. किमर्थं चेत् तत्र अग्रे अस्ति, तत्र अग्रे पठामः. समवायः तु गुणगुणिनोः क्रियाक्रियावतोः जाति व्यक्त्योः अवयवायविनोः विशेष नित्यद्रव्ययोः एव इत्युक्तम् एव. तत्र समवायः तु तत्र गुणगुणिनोः उदाहरणं रूपम् अस्ति. तत्र घटस्य रूपं घटे अस्ति, तत्र रूपं गुणी अस्ति घटः इति वक्तुं शक्नुमः. क्रियावतोः यतोहि यथा क्षमितां सर्पः तस्य गमनं, तत्र पूर्वं वयं दृष्टवन्तः खलु, यदा सर्पः गच्छति तत्र यत् गमनक्रिया सर्पे अस्ति तत्तु पृथक् कर्तुं न शक्नुमः खलु. तत्र क्रियावतोः या सम्बन्धः अस्ति तदस्ति समवायसम्बन्धः इति. तदनन्तरं जातिव्यक्त्योः इति अस्ति. जातिव्यक्त्योः इत्युक्ते तत्र वयं पूर्वं दृष्टवन्तः तत्र अपराजाति पराजातिः इति दृष्टवन्तः. जलत्वम् इति जातिः अस्ति, तत्र जलम् इति व्यक्ति अस्ति, तद् दृष्टवन्तः. अवयविनोः इति अस्ति, तत्र यथा भवता उक्तं खलु, तत्र कपालघटम् इति कपालद्वयं संयोगं कृत्वा घटं भवति, परन्तु कपालयोः सम्बन्धः तु समवायसम्बन्धः एव तत्र. अपि च शरीरं हस्तम् अथवा पादम् इति चिन्तयामः, पादः इति चिन्तयामः चेत् तत्र पादशरीरयोः सम्बन्धः अपि तत्र समवायसम्बन्धः एव. अवयवः अस्ति पादः, अवयवी अस्ति शरीरम् इति. तदनन्तरमस्ति विशेषनित्यद्रव्ययोः इति, तत्र परमाणौ यत् विशेषः आकाश अस्ति. अतः अभावादिपदार्थानाम् आधार आदेयभावनिर्वाहाय स्वरूप सम्बन्धः इति सम्बन्धः कल्प्यते. अतः अभावादिपदार्थानां तत्र आधार आदेय भावार्थं स्व स्व स्वरूपसम्बन्धः इति नूतन सम्बन्धप्रभेदः कल्प्यते. सत्यं. तर्हि तत्र यत्र तत्र अभावः पदार्थः विषये चिन्तयामः चेत् तत्र संयोगसम्बन्धः अपि न भवति, समवायसम्बन्धः अपि न भवति. तर्हि तत्र स्वरूपसम्बन्धः इति तत्र केवलं संज्ञा एव. तत्र स्वरूपसम्बन्धः इत्युक्ते किम् इति अग्रे पठिष्यामः. परन्तु इदानीं तत्र स्वरूपसम्बन्धः इति तृतीयविध सम्बन्धः तत्र तस्य रचनां कृतवन्तः. अस्तु. अभावः भूतले स्वरूपसम्बन्धेन भवति. प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति. पूर्वोक्ता अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. अभावः भूतले स्वरूपसम्बन्धेन भवति इत्युक्ते घटस्य अभावः इति मन्ये. भूतले तत्र घटस्य अभावः स्वरूपसम्बन्धेन भवति इति उक्तम्. प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति एवमेव. प्रतियोगिता इत्युक्ते तत्र घटाभावस्य विरोधः इति प्रतियोगी अस्ति. प्रतियोगी घटः. तर्हि तत्र घटे या प्रतियोगिता इति अस्ति सा प्रतियोगिता स्वरूपसम्बन्धेन घटे अस्ति इति वक्तुं शक्नुमः. तर्हि तत्र यथा रूपमिति गुणः घटे समवायसम्बन्धेन तिष्ठति इति वदामः, तथा प्रतियोगिता इति प्रतियोगिता तत्र घटे स्वरूपसम्बन्धेन तिष्ठति इति वदामः तत्र न्यायशास्त्रे. तत्र पूर्वोक्ता अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन भवति. तत्र संज्ञा इति इव दृश्यते दैशिकविशेषणम् इति. दैशिकविशेषणता इति स्वरूपसम्बन्धः एव. तत्र अधोभागे लिखितमपि अस्ति खलु दैशिकविशेषणता इति वा संज्ञा इति. तत्र स्वरूपसम्बन्धः इत्युक्ते दैशिकविशेषणता इति अपि अस्ति. तत्र यथा वयं तत्र चित्रं निर्मितवन्तः खलु, तत्र घटत्वम् इति अस्ति, घटत्वे अवच्छेदकता अस्ति, प्रतियोगिता अस्ति, प्रतियोगितायां तत्र अवच्छेद्यता अस्ति इति. तत्र यथा तादृश सम्बन्धः अस्ति तत्र घटत्वे अवच्छेदकता इति अथवा घटे प्रतियोगिता इति, तत्र स्वरूपसम्बन्धेन एव भवति. अस्तु. तत्र घटे प्रतियोगिता स्वरूपसम्बन्धेन अस्ति, घटत्वे अवच्छेदकता स्वरूपसम्बन्धेन. घटे घटत्वं कीदृशसम्बन्धेन अस्ति? घटे घटत्वं जातिव्यक्त व्यक्तित्वसम्बन्धेन अस्ति. जातिव्यक्तियोः कीदृशसम्बन्धः? समवायसम्. उत्तमं. तर्हि तत्र घटे घटत्वं समवायसम्बन्धेन. स्पष्टम्? अस्तु. तत्र घटत्वाभावः स्वरूपसम्बन्धेन भूतले भवति. प्रतियोगिता दैशिकविशेषणतया घटे भवति. अवच्छेदकता स्वरूपसम्बन्धेन घटत्वे भवति. एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इति उच्यते. तत्र स्वस्मिन् एव यः सम्बन्धः अस्ति घटादिपदार्थानां सः तारात्म्यसम्बन्धः इति वदामः. तत्र घटे घटं घटे कीदृशसम्बन्धेन भवति इति चिन्तयामः चेत् तत्र तादात्म्यसम्बन्धः इति इति एकः सम्बन्धः अस्ति. तस्मिन् विषये अपि तत्र अग्रे पठिष्यामः. परन्तु तत्र इदानीम् अस्माभिः ज्ञातव्यं तत्र चतुर्विध सम्बन्धाः चतुर्विधः तत्र चतुर्विधाः तत्र संयोगसम्बन्धः, समवायसम्बन्धः, स्वरूपसम्बन्धः, अनन्तरं तादात्म्यसम्बन्धः इति चतुर्विधाः सम्बन्धाः वयम् इतः पर्यन्तं ज्ञातवन्तः. क्षम्यतां, तादात्म्यसम्बन्धः इत्युक्ते स्वरूपसम्बन्धः न? स्वरूपसम्बन्धः न, तत्र स्वरूपसम्बन्धः इत्युक्ते अभावः, यथा अभावः भूतले अस्ति अथवा प्रतियोगिता पदा घटे अस्ति, अवच्छेदकता घटत्वे अस्ति, तथा तत्र स्वरूपसम्बन्धः. घटः घटे तादात्म्यसम्बन्धेन वर्तते. तर्हि तत्र तादात्म्यसम्बन्धः इति तत्र भिन्नविधसम्बन्धः अस्ति. तस्मिन् विषये अपि अग्रे पठिष्यामः. इदानीं केवलं परिचयरूपेण अस्माभिः ज्ञातव्यं तत्र तादात्म्यसम्बन्धः, स्वरूपसम्बन्धः इति विषये. अवगतं? तत्र प्रश्नः अस्ति वा? अस्तु, रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. इदम् अस्य कारणम् इति वक्तुं निकषाः. तदा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्. अहम् अग्रे पठामि भगिनि. न, वाक्यं प्रतिपादित्वा अग्रे पठतु भगिनि, किञ्चित् बृहत् वाक्यम् अस्ति. बृहत् वाक्यम् अस्ति. तथा हि कण्ठशः पश्यामः. प्रथमं निकषाः इत्युक्ते किम्? इदम् अस्य कारणमिति वक्तुं निकषाः. एतत् कारणमेव भवति इति वक्तुं कारणः वा? हा, सत्यं, तदेव. तत्र किमपि कार्यम् कार्यं भवति चेत् तत्र कारणम् अवश्यं भविष्यति खलु. तत्र तत्र कारणं विना कार्यं न. तर्हि तत्र एतत् कारणम् इदं कारणम् इति कथं वक्तुं शक्नुमः? तत्र कार्यस्य कारणं कथं वक्तुं शक्नुमः? तदेव तत्र निकषाः इति. निकषाः. तदा हि कार्यकारणभावविचारे, कार्यकारणविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं, यत् कार्यं भवति तत् किं कारणात् भवति इति भवितुम् अर्हति इति विचारम् आदौ तेन कार्य अधिकरणे भाव्यम् इति चिन्तितम्. आदौ प्रथम पूर्ण पूर्वं तेन इत्युक्ते केन? तेन इत्युक्ते केन? तेन कार्याधिकारेण, कार्य अधिकरणे अधिकरणे भाव्यं, भाव्यम् इति चिन्तितम्. भाव्यम् इत्युक्ते तत्र भावे प्रयोगः, तत्र भवितव्यम् इति, भवितव्यम् इति अहं चिन्तनं करणीयं तेन कार्याधिकरणेन. कारणकार्य अधिकरणेन वा? तत्र कारणेन तत्र कार्यं भविष्यति खलु. तत्र कार्यं, किमपि कार्यं भविष्यति, तत्र कारणं किम् इति ज्ञातव्यं चेत् तत्र कारणेन कार्याधिकरणे, कार्याधिकरणे इत्युक्ते कार्यस्य अधिकरणे, तत्र कार्यं कुत्र भवति खलु, तत्र तस्य अधिकरणे तत्र तत्र कारणेन तत्र कारणं तत्र कारणं तत्र भवति खलु. तत्र कारणं विना कार्यं न, तदेव तत्र. यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यधस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तदस्ते एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् हस्ते भूतलादौ वा उदाहरणं दीयते हस्ते जलेन हस्तप्रक्षालनं कर्तुं वा तत्र हस्ते मल मलः इत्युक्ते तत्र किमपि डर्ट् अस्वच्छता हस्ते किमपि अस्वच्छता अस्ति चेत् तत्र हस्तप्रक्षालनं करणीयम् इति कर्तुमिच्छति चेत् यद् हस्ते मलः अस्ति तत् मलनिवारणरूपं कार्यं कर्तव्यं यद् हस्ते अस्ति तत्र एव प्रक्षालनं करणीयं कार्यं कर्तव्यं तदस्ते एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् तद् हस्ते एव जलस्य आवश्यकम् अस्ति अन्यस्मिन् हस्ते न अस्ति भूतल आदौ वा इत्युक्ते तत्र यस्मिन् हस्ते मलः अस्ति तस्मिन् हस्ते एव जलं स्थापनीयं खलु तत्र तस्मिन् हस्ते एव जलेन स्थापनीयं तत्र प्रक्षालनं करणीयम् अन्यत्र अन्या हस्ते न आवश्यकम् अस्माभिः तत्रैव जलं स्थापनीयम् अन्यहस्ते वा अथवा भूतले वा जलं स्थापयामः चेत् तत्र प्रयोजन तस्मात् किमपि प्रयोजनं नास्ति खलु न स्थापनीयम् इति न परन्तु तत्र तथा कुर्मः चेत् अस्माकं लक्ष्यं किम् अत्र मलनिवारणं तद् न भविष्यति खलु कर्हि तत्र कार्यं किं तत्र कार्यम् अस्ति हस्तप्रक्षालनम् इत्युक्ते हस्तमलनिवारणं तर्हि तत्र हस्तमलनिवारणं करणीयं चेत् यस्मिन् हस्ते मलः अस्ति तस्मिन् हस्ते एव जलसंयोगः अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणं यत् कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम् अतः कार्यं वयं कारणम् इति अत् निर्धारणीयं तेन स्थातव्यं कुत्र करणीयम् इति अस्ति चेत् तत्र एव करणीयम् एकक्षणं तत्र कार्यं किं कारणं किम् इति एकवारं चिन्तयतु तर्हि तत्र किञ्चित् तत्र जटिलता न भविष्यति अस्माकम् उदाहरणे कार्यं किं कारणं किं कार्यं हस्तप्रक्षालनं कारणं मलनिवारणम् न कार्यमस्ति द्वयमपि कार्यमेव खलु तत्र वस्तुतः मलनिवारणमेव कार्यमस्ति जलमेव तत्र कारणम् अस्ति कारणं जलेन कार्यं करणीयम् जलेन कार्यं भविष्यति खलु तत्र तर्हि तत्र कार्यम् इति यद् मलनिवारणम् अस्ति तस्य अधिकरणं किं मलनिवारणं कुत्र अस्ति हस्ते अस्ति मलनिवारणं हस्ते तत्र हस्ते मलः अस्ति तर्हि मलनिवारणम् इति यत् कार्यमस्ति तद् हस्ते तस्य कारणम् अस्ति जलम् जलं तर्हि जलं हस्ते हस्ते स्थापनीयं खलु तत्र अस्माभिः तत्र तर्हि जलेन स्थातव्यं कार्याधिकरणे कार्याधिकरणे इत्युक्ते हस्ते हस्ते ओ हो हस्ते इतश्च चिन्त्यं घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति सः अपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव न तु सः घटस्य कारणमिति व्यवह्रियते अतः कार्यादिकरणे विद्यते इति एतत् न पर्याप्तं, किन्तु यत् कारणम् इति निर्धारणीयं तेन कार्यादिकरणे सर्वदा भाव्यम्। नागरिकः तु यथा ज्ञातुमिच्छति तदैव घटाधिकरणे भवति न अन्यथा। दण्डादयः तु सर्वदा एव भवन्ति इति तानि घटकारणानि। अन्यत् उदाहरणमस्ति, घटनिर्माणस्थले घटनिर्माण कुत्र भवति तस्मिन् स्थले तस्मिन् निर्माणरीतिं ज्ञातुं घटं ज्ञातुं कश्चित् नागरिकः घटनिर्माणस्थले गच्छति तस्मिन् प्रोसीजर् तत्र कथं भवति ज्ञातुं गच्छति। सः अपि घट उत्पत्तेः यत्र भवति तत्र भूतले वर्तते एव। सः घट उत्पत्तिः घटः कुत्र उत्पत्तिः भवति तत्र भूतले इत्युक्ते पृथ्व्याम् अस्ति किल। तत्र भूतलम् इत्युक्ते तत्र भूतले एव कुम्भकारः स्थित्वा घटनिर्माणं करोति खलु, तस्मिन् इत्युक्ते तत्र अधिक तत्र यत्र घटनिर्माणं भवति तत्र पूर्वं वयं यदुक्तवन्तः तत्र हस्ते मलमस्ति, तत्र हस्ते यद् मलमस्ति तस्य निवारणं कर्तुम् इच्छामः चेत् हस्ते जलं स्थापनीयम् इत्युक्ते तत्र कारणं कार्याधिकरणे भाव्यं, कारणेन कार्याधिकरणे भाव्यम् इति वयं दृष्टवन्तः। तर्हि इदानीं चिन्तयतु, तत्र कश्चित् नागरिकः अस्ति, सः घटनिर्माणं कथं करणीयम् इति तेन ज्ञातव्यं। तर्हि सः ज्ञातुम् इच्छुकः अस्ति, तर्हि सः यत्र घटनिर्माणं भवति तत्र तस्मिन् स्थले स्थित्वा घटनिर्माणं कथं भवति इति पश्यति। तर्हि तादृशः नागरिकः कारणम् इति वक्तुं शक्नुमः वा? नागरिकः कारणं न खलु। तर्हि तत्र तत्र केवलं तत्र कार्याधिकरणे विद्यते इति कारणात् तत्र कारणम् इति वक्तुं न शक्नुमः। तत्र सर्वदा तत्र कार्याधिकरणे तेन स्थातव्यं खलु। तत्र यदा ज्ञातुम् इच्छति तदा नागरिकः आगच्छति, यदा सः ज्ञास्यति कथं घटः भविष्यति इति तर्हि गच्छति खलु, परन्तु तदनन्तरमपि कुम्भकारः घटनिर्माणं करोति एव। तर्हि तत्र सर्वदा तत्र तत्र कारणेन कार्याधिकरणे स्थातव्यं, कारणेन कार्याधिकरणे सर्वदा स्थातव्यमपि। तर्हि तत्र दण्डाः तु सर्वदा भवति खलु, तत्र केवलं यदा इच्छति तदा तस्मिन् समये आगच्छति तदनन्तरं गच्छति इति न खलु। तत्र दण्डः न भविष्यति चेत् घटनिर्माणं न भविष्यति एव। अवगच्छति वा? तत्र यदा नागरिकः तु तथा नास्ति खलु, यतोहि सः कार्याधिकरणे अस्ति तथापि इच्छति चेत् आगच्छति नो चेत् अपगच्छति खलु। तर्हि परन्तु यदा सः तत्र तिष्ठति वा न तिष्ठति वा तत्र घटनिर्माणं तु भविष्यति एव। तर्हि तत्र केवलं कार्याधिकरणे अस्ति इति कारणात् तत् कारणं न भवति, तत्र सर्वदा तत्र कारणेन स्थातव्यं भवति। कारणं सर्वदा तत्र तिष्ठति चेदेव कार्याधिकरणे तत्र कारणमिति वक्तुं शक्नुमः, नो चेत् कारणमिति न कारणमिति न। अग्रिम पृष्ठे परिच्छेदः पश्यतु। इतो अपि चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते एवं सर्वदा वर्तते अतः घटः अपि घटोऽपि घटस्य कारणं स्यात् घटोऽपि घटस्य कारणं स्यात् अतः यस्मिन् क्षणे कार्योत्पत्तिः तत्पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते घटः यद्यपि वर्तते स्वोत्पत्युत्तरं उत्पत्युत्तरं सर्वदा वर्तते परन्तु न स्वोत्पत्तेः पूर्वं वर्तते अतः न घटस्य स्वं प्रति कारणोत्पत्तिः कारणत्वात्पत्तिः घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते एवं सर्वदा वर्तते तर्हि तत्र न्यायशास्त्रे वयं वदामः यत् कार्यं घटः यदस्ति तत् कपाले कपाले घटस्य अवयवी अवयवे अस्ति अस्तु तत्र कपालः इति अवयवः घटः इति अवयवी खलु तत्र तर्हि तत्र घटः कपाले वर्तते इति घटस्य घटः इति यत् कार्यमस्ति तस्य अधिकरणमस्ति कपालः तत्र इति यथा वयं चिन्तयामः तर्हि घटः इति यत् कार्यं तस्य अधिकरणमस्ति कपालः तर्हि घटः तु कपाले तु सर्वदा वर्तते एव यदा घटः अस्ति तर्हि तत् कपाले वर्तते एव तर्हि तत्र घटः कपाले वर्तते इति कारणात् घटः स्वस्य कारणं न भवति खलु किमर्थं चेत् तत्र घट उत्पत्तिः अनन्तरं घट उत्पत्तिः इति कार्यमस्ति इदानीम् अस्तु घट उत्पत्ति प्राक् तत्र घटः नास्ति घट उत्पत्तेः अनन्तरमेव घटः भविष्यति तर्हि घटः यद्यपि घटः कपाले कपाल यद्यपि घटः इति कार्यं कपालः इति कपाले इति अधिकरणे वर्तते तथापि कार्यस्य पूर्वं तद् नास्ति खलु नास्ति तर्हि तत्र पूर्वक्षणे तद् भवितव्यम् अवगतं वा अवगतम् घटः यद्यपि वर्तते स्वोत्पत्युत्तरं सर्वथा वर्तते परन्तु न स्व उत्पत्तेः पूर्वम् उत्पत्तेः पूर्वं न वर्तते उत्पत्ति अनन्तरमेव वर्तते सत्यम् अतः घटस्य स्वं प्रति कारणत्वापतिः स्वं प्रति कारणं न भवति स्वं प्रति कारणं न भवति ये तु घटकारण कारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः दण्डकारणं चक्रं घटकारणम् इति व्यवहारः ये तु घटकारणीभूताः घटस्य निर्माण कारणभूताः दण्डचक्रादयः ते घटादि घट आदिकरणे अधिकरणे कपाले वर्तन्ते ते कपाले एव वर्तन्ते सर्वदा वर्तन्ते सर्वदा तत्रैव वर्तन्ते एवं घट उत्पत्तेः पूर्वक्षणे वर्तन्ते इति पूर्वक्षणे घट उत्पत्तेः पूर्वक्षणे इति दण्डः दण्ड घटकारणं चक्रं घटकारणम् इति व्यवहारः अतः घटकारणं दण्डः चक्रः चक्रमेव दण्डः चक्रम् इत्यादि वस्तु इत्यादि वा वस्तूनि तत्र घटं प्रति कारणं भवति इत्युक्ते ते तत्र यद्वयं पूर्वं दृष्टवन्तः खलु तत्र ते घटाधिकरणे भवति अपि च घटाधिकरणे सर्वदा भवन्ति खलु, तत्र चक्रं नास्ति चेत् घट उत्पत्तिः न भवति, तथा दण्डः नास्ति चेत् घट उत्पत्तिः न भवति, तर्हि सर्वदा भवति. अपि च घटनिर्मा घट उत्पत्तेः प्राक् इत्युक्ते घट उत्पत्तेः पूर्वं तद् अस्ति खलु, तत्र घट उत्पत्तेः अनन्तरम् इति न, दण्डः घट उत्पत्तेः पूर्वमपि घटः अस्ति अत्र. यद्वयं पूर्वं दृष्टवन्तः तत्र निकषत्रयं कारणेन स्थातव्यम्, अपि च सर्वदा स्थातव्यं, पूर्वक्षणे स्थातव्यं, कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति निकषत्रयं वयं दृष्टवन्तः. तत् तत्र दण्डचक्रादेः एव तस्य अनुकूलः खलु, तत्र अनुकूलाः किमर्थं चेत् तत्र दण्डचक्रादयः कार्यादिकरणे इत्युक्ते कपाले अस्ति, कपाले सर्वदा अस्ति, अपि च घटनिर्माणपूर्व पूर्वक्षणे अपि अस्ति अस्ति. तर्हि तदेव तत्र निकषत्रयं तत्र अस्ति, तत् पठतु किञ्चित्. तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं प्रथमं तेन कार्याधिकरणे स्थातव्यं, द्वितीयं तेन कार्याधिकरणे सर्वदा स्थातव्यं, तृतीयं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति भवति क्रमः विचारस्य. तदेव अत्र भवती उक्तवती किल. हरि ओम् भगिनि, भगिनि श्रूयते वा? श्रूयते वा? हलो, कनेक्टेड् डिस्कनेक्ट् भवति वा? हलो, श्रूयते वा?